अस्तु, तर्हि अद्यतनविषयः तव्यत् अनियर् इति प्रत्ययौ. तावता अस्माभिः दृष्टं यत् तव्यत् अनियर् इति प्रत्ययौ कर्मणि अर्थे भवतः, नाम य पदद्वयमपि विशेषणम् अपि च सर्वदा कर्मपदस्य एव विशेषणं भवति. तत्र स्मर्यतां यत् वातावरणद्वयमस्ति, तत्र बृहद् वाक्यमपि भवति, तत्र लघु उपवाक्यं भवति. तत्र लघु उपवाक्ये एव तत्र अस्माकम् अवधानं भवेत्. अनन्तरं बृहद् वाक्ये यत्किमपि भवतु नाम इति अनन्तरस्य विषयः. अन्य कोऽपि अस्ति वा? पुष्पा भगिनी, तर्हि इति मनसि भवेत् यथा गते सप्ताहे वाक्यमासीत् तत्र चित्रं द्रष्टव्यं, तत्र मया चित्रं द्रष्टव्यम् इति वाक्यमस्ति. अत्र चित्रं इति कर्मपदमस्ति, मया इति कर्तृपदमस्ति खलु. तत्र कर्मपदस्य विशेषणं नित्यं भवति इति मनसि निधाय यदि अग्रे सरेम तदा न कोऽपि भ्रमः भवेत्. मया चित्रं द्रष्टव्यं, तस्य कर्तरीवाक्ये कीदृशं रूपं स्यात् इति सन्दीपमहोदय वदति वा? अहं चित्रं पश्येयम्. हा, इति अस्ति. हा, समीचीनमस्ति. अहं चित्रं पश्येयम् इति वाक्यमस्ति. तत्र अहम् इति कर्तृपदं, चित्रम् इति कर्मपदमस्ति. इदानीं तत्र तव्यत् इति अस्ति चेत् मया चित्रं द्रष्टव्यमस्ति. अस्तु, इदानीं बृहद्वाक्यम् उक्तमासीत् द्रष्टव्यस्य चित्रस्य सम्बन्धे किञ्चित् वदतु इति बृहद्वाक्यमासीत्. द्रष्टव्यस्य चित्रस्य सम्बन्धे किञ्चित् वदतु. अत्र लघु उपवाक्यं तदैव अस्ति, नाम चित्रं द्रष्टव्यमस्ति. तत्र चित्रम् इति कर्मपदमस्ति लघुवातावरणे, लघुवाक्ये. किन्तु अत्र चित्रशब्दः षष्ठीविभक्तौ जातः अस्ति इति कृत्वा चित्रस्य प्रसङ्गे, चित्रस्य सम्बन्धे किञ्चित् वदतु. अतः तत्र द्रष्टव्यस्य चित्रस्य इति भवति. पुनः यत् तत् इति कुर्मश्चेत् तत्र यत् चित्रं द्रष्टव्यं तस्य सम्बन्धे किञ्चित् वदतु इति यत् तत् इति तत्र रूपत्रयम् अस्माभिः निर्मितमासीत् गतसप्ताहे. अस्तु, अस्मिन् प्रसङ्गे मीना भगिनी एकम् उदाहरणं ददाति वा? आं महोदय. लघुवाक्यं सेवितभ्यः मातापितृभ्यः, सेवितभ्यः मातापितृभ्यः पाकं करोमि. हा, न न न तत्र तत्र लघुवाक्यं प्रथमा विभक्तौ भवति. सेवितव्यः माता, सेवितव्यौ माता पितरौ. हा इति अस्ति. पुनः वदतु, पुनः वदतु, पुनः वाक्यं वदतु किमासीत्. सेवितव्यभ्यः माता. प्रथमाविभक्तौ, प्रथमाविभक्तौ सेवितव्यौ माता पितरौ. हा अस्तु, इदानीं सेवितव्यभ्यः माता पितृभ्यः पाकं करोमि. हा किन्तु किन्तु प्रथमं प्रथमशब्दः समीचीनः नास्ति. सेवितव्य न न न अत्र अकारान्तशब्दः अस्ति, देवशब्दः. सेवितव्याभ्यां न न न अत्र अत्र किं तत्र रामः मातापितृभ्यः इति मातापितृभ्यः इति अस्ति खलु. वचनं किं, विभक्तिः का? चतुर्थीविभक्ति द्विवचनं. पितृभ्याम् इति भ्यः इति दोषः अस्ति, भ्याम् एव. सेवितव्यभ्यां माता पितृभ्यां पाकं करोमि. किन्तु तदानीम् इदानीमपि दोषः अस्ति, पुनः वदतु. सेवितव्याभ्यां माता. इदानीम् इदानीं सेवितव्यः तत्र सेवितव्याभ्यां. सेवितव्याभ्यां माता पितृभ्यां पाकं करोमि. हा इदानीं समीचीनमस्ति. अस्तु सम्यक् अस्ति सुब्रह्मण्यं महोदय. न न तत्र यत् तत् इति वदतु. आम् यौ माता पितरौ सेवितव्यौ ताभ्यां पाकं करोमि. हा इदानीं सम्यक् अस्ति. सुब्रह्मण्यं महोदय अग्रे. मम वाक्यमस्ति महोदय, लघुवाक्यं. भगिन्यः आगन्तव्याः, भगिन्यः आगन्तव्याः, आगन्तव्याभ्यः भगिनीभ्यः शाटिकाः ददामि. याः भगिन्यः आगन्तव्याः ताभ्यः शाटिकाः ददामि. वाक्यं समीचीनमस्ति. अस्तु अग्रे पठनभगिनी वदति वा. आं महोदय. आत्मज्ञानं प्रापणीयम्, आत्मज्ञानं प्राप्तव्यं. प्रापणीये पुनः वदतु. आत्मज्ञानं प्रापणीयम् अथवा प्राप्तव्यम्. प्रापणीयमपि भवति. हा प्रापणीये आत्मज्ञाने योगिनः सर्वदा रमन्ते. यत् आत्मज्ञानं प्रापणीयं. बृहत् वाक्यं, पुनः बृहत् वाक्यं. प्रापणीये आत्मज्ञाने योगिनः सर्वदा रमन्ते. आत्मज्ञाने सप्तमी. हा अस्तु सम्यक् अस्ति, पुनः वदतु एकवारम्. प्रापणीये आत्मज्ञाने योगिनः सर्वदा रमन्ते. यत्तत् अस्ति यदात्मज्ञानं प्रापणीयं तस्मिन् योगिनः सर्वदा रमन्ते. सुन्दरं, सम्यक्, समीचीनमस्ति. अस्तु अग्रे गच्छेम. सुनिधि भगिनी अस्ति वा तत्र वाक्यमस्ति? अस्ति. बालिकेन मार्गः तरणीयः मार्गः बालिकेन मार्गः तरणीयः मार्गे तरणीये बहवः छात्राः सन्ति यः वदतु यः मार्गः तरणीयः तस्मिन् मार्गे छात्राः सन्ति. सुन्दरं, बहु समीचीनमस्ति, बहु सम्यक् अस्ति. अस्तु, अनन्तरं पद्मा भगिनी वदति वा? प्रयत्नं करोमि महोदय. प्रयत्नं करोतु. सर्वे परोपकारं करोतु. सर्वैः सर्वे इति उक्तवती खलु. सर्वे परोपकारं करणीयम्. अस्तु, अत्र कर्तरी कर्तुं वक्तुमिच्छति आरम्भे अथवा कर्मणि? तत्र सर्वे इति कर्तरी, तर्हि कर्तरी वदतु. सर्वे परोपकारं करोतु. करोतु इति कथम् स्यात्? किञ्चित् विचिन्त्य वदतु. सर्वे इत्यस्य वचनं किं? बहुवचनं. तर्हि सर्वे परोपकारं करोतु इत्यस्य बहुवचनान्तरूपं किं? कुर्वन्ति. अस्तु, कुर्वन्तु खलु, कुर्वन्तु सर्वैः. अपि च तत्र विधिलिङ्ग् भवेत्, न तु लोट्. कुर्यात् इति भवति. कुर्यात् इति बहुवचनान्तरूपं किम्? कुर्युः. अस्तु, समीचीनं. सर्वे परोपकारं कुर्युः. सर्वैः परोपकारं क्रियन्ताम्. पूर्वमेव कृतवती वा अथवा इदानीं रचनं भवति? पूर्वं किञ्चित् चिन्तितवती वा तत्र? भवान् गृहपाठं. अस्तु, पुनः वदतु तत्र. सर्वैः परोपकारं तत्र कर्मणि प्रयोगे कर्मपदस्य का विभक्तिः भवति? कर्मणि प्रयोगे प्रथमा विभक्ति. तर्हि सर्वान् परोपकारं कुर्युः. न न न, तत्र कर्मपदं किम्? अत्र कर्मपदं सर्वे. कर्मपदं कर्तृपदं परोपकारं कर्मपदं. तर्हि प्रथमविभक्तौ किं स्यात्? परोपकारशब्दस्य प्रथमाविभक्त्यन्तं रूपं किं? परोपकारः. हा, अत्र न किमपि रहस्यं खलु? करोतु. सर्वैः परोपकारः कुर्यन्ताम्. न, तत्र क्रियन्ताम्. परोपकारः इत्यस्य वचनं किम्? एकवचनं. तर्हि आम् परोपकारः क्रियताम्, क्रियताम् एकवचने, सर्वैः परोपकारः क्रियताम्। तत्र अनियर् इति करोतु इदानीम्, अनियर् अस्तु, किञ्चित् चिन्तयतु वा, किञ्चित् न न न न भवती किञ्चित् चिन्तयतु, अत्र सर्वेषां समयः अस्ति, पूर्वमेव चिन्तनीयमासीत्। हा अत्र अस्त इदानीं भवत्या उक्तमस्ति कर्मणि प्रयोगे, स एव कर्मणि प्रयोगः इदानीं भविष्यति अनियर्, किञ्चित् चिन्तयतु, विचिन्त्य वदतु। हा अस्तु, अन्य कोऽपि वदतु अत्र, अभिनवमहोदय तत्र वाक्यमस्ति वा? महोदय अस्ति, अस्तु महोदय, तत्र वाक्यं वदति वा? सम्पूर्णं न अवगच्छामि सम्पूर्णतया। किञ्चित् यत् अवगच्छति तद् वदतु, तत्र तव्यत् अनियर् इति ह्यः ह्यस्तनवर्गे इति किञ्चित् अभ्यासः कश्चन जातः खलु, कृतवान्। हा तर्हि तव्यत् अनियर् इत्यस्य एकं शब्दं वदतु। बालकेन पुस्तकं पठनीयम्। हा अस्तु, समीचीनमस्ति। बालकेन इति वा? आम्, अथवा बालिकया, बालकेन, बालकेन, बालकेन पुस्तकं पठनीयम्। इदानीं किं कर्तव्यमस्ति, पुस्तकम् अपरस्मिन् वाक्ये स्थापयतु, किञ्चित् दीर्घवाक्ये, यत्र यत्र पुस्तकम् एक प्रथमाविभक्तौ नास्ति। आम् वदति वा? इयं पुस्तकं पठनीयम्, न इदानीं पठनीयमिति त्यजतु, केवलं पुस्तकं पुस्तकं स्थापयतु अपरस्मिन् वाक्ये यत्र प्रथमा भक्तौ न स्यात्। किञ्चित् समस्या अस्ति, काचित् समस्या अस्ति, पुस्तकम् इति प्रथमाविभक्तिं विहाय अपरस्मिन् वा, किञ्चित् चिन्तयतु अन्यद् वा किं भवतु। अस्तु, पुष्पा भगिनी वदति वा? क्रीडितव्याभ्यां पौत्रीभ्यां कन्दुकान् ददामि। न न, लघुवाक्यं प्रथमं, लघुवाक्यं, कन्दुकान् ददामि, अहं कन्दुकान् ददामि, न तत् लघुवाक्यं नास्ति, तत्र तव्यत् अनियर् इति उपयुज्य एकं लघुवाक्यम्। ओ तव्यत्, क्रीडितव्याभ्यां पौत्रीभ्यां कन्दुकान् ददामि, न न न तत्र क्री लघुवाक्यं नास्ति, न न तत्र क्रीडति धातुः वा, नाम क्रीडति। अस्तु तर्हि क्रीडितव्यः, क्रीडितव्यः इति शब्दः अस्ति, क्रीडितव्यः, तत्र तत्र विशेष्यं किं, पौत्री, पौत्री, पौत्री, तत्र तत्र कति पत्र्यः सन्ति, पौत्र्यः सन्ति, पौत्रीभ्यां क्रीडितव्याभ्यां, क्रीडितव्याभ्यां पौत्रीभ्यां, न न न न अत्र अस्माभिः किम् अवगन्तव्यमस्ति, अत्र अत्र तत्र पौत्री इति कर्मपदम् अथवा क्रियापदम् अत्र, कर्तृपदम् अत्र, अत्र अहं लघुवाक्ये, अहं तु कर्तृपदम्, नाम पौत्री तत्र तत्र द्वौ पौत्र्यौ स्तः इति अस्ति खलु द्विवचने इति कर्तुमिच्छति वा तत्र द्विवचने एक तत्र कर्तरिप्रयोगे एकं वाक्यं लट् लटि वदतु एकवारं लट् लकारः कर्तृप्रयोगे हा कर्तरि लट् कर्तरि लट् कर्त्री लट् पौत्री पौत्री द्विवचने पुत्री पौत्री नदी नद्यौ नद्यः नद्यौ हा पौत्र्यौ कन्दुकान् कन्दुके क्रीडन्ति क्रीडितः तत्र तत्र केवलं तत्र पदद्वयं स्थापयतु तत्र यथा पौत्र्यौ गच्छतः इति तादृशं केवलं सरलवाक्यं वदतु क्रीडतु क्रीडितव्याभ्यां न लट् लट् सोपानेन कुर्मः लट् लट् सोपानेन भवत्याः अनवगमनमस्ति हा सोपानेन तत्र क्रमेण कर्तव्यमस्ति तर्हि पौत्र्यौ लट् कर्तरि पौत्र्यौ गच्छतः न न क्रीड् धातुः क्रीड् क्रीड् तव्य क्रीड् धातुः लट् लकारे कर्तरि क्रीडितव्यौ लट् लकारः कर्तरिप्रयोगः सरलं न यथा गच्छतः क्रीड् धातुः क्रीडितः क्रीडितः पुत्र्यौ क्रीडितः क्रीडितः क्रीडति क्रीडति क्रीडतः क्रीडतः खलु क्रीडतः क्रीडितः कुत्र क्रीडतः पौत्र्यौ क्रीडतः अत्र पौत्र्यौ इति कर्मपदम् अथवा कर्तृपदम् अत्र कर्तृपदम् हा अत्र तव्यत् अन्य कर्तृपद कर्तृपदस्य न कदापि विशेषणं भवति कर्मपदस्य न तु कर्तृपदस्य अतः पुनः चिन्तनीयमस्ति भवती पुनः नाम तत्र क्रीडितव्यः क्रीडितव्यः इति पौत्रीशब्दस्य विशेषणं न भवितुमर्हति कर्मपदस्य अस्तु इदानीं तत्र आवर्गम् अस्माकम् एतादृशं चिन्तनं किञ्चित् मा भवतु इदानीं किञ्चित् सरलरूपेण अग्रे गच्छेम अनन्तरं पुनः नाम अयं गृहपाठः सन्तोषजनकः नास्ति केषाञ्चित् सन्तोषजनकः जातः सर्वेषां न जातः अतः पुनः चिन्तनीयमस्ति सोपानेन गच्छेम तत्र एतादृश अभ्यासः किञ्चित् जटिलः इति कृत्वा तर्हि अत्र प्रथमतया अग्रे यत्र धातुः सकर्मकः अस्ति शृण्वन्तु सर्वे यत्र धातुः सकर्मकः अस्ति यत्र धातुः अकर्मकः अस्ति तत्र वाक्यरचने भेदः अस्ति तत्र यथा मया प्रकोष्ठः द्रष्टव्यः अत्र दृश् धातुः सकर्मकः अस्ति तव्यत् अन्यर् प्रत्यययोः रूपं सदा कर्मपदस्य वचनं लिङ्गं विभक्तिम् अनुगुणं भवतः इति मया प्रकोष्ठः द्रष्टव्यः अत्र प्रकोष्ठः इति कर्मपदमस्ति मया इति कर्तृपदमस्ति द्रष्टव्यः इति कर्मपदस्य विशेषणम् इति सदा भवति न तु न कदापि कर्तृपदस्य मया प्रकोष्ठः द्रष्टव्यः इदानीं अहम् अत्र एव भवेयम् अहम् अत्र एव भवेयम् इति वाक्यमस्ति. सञ्जीवमहोदय, तस्य तत्र तव्यत् इति प्रत्ययस्य उपयोगं कृत्वा वदति वा? भावे प्रयोग वदति वा? मया अत्र एव भवितव्यम्. हा, इति वाक्यमस्ति. अत्र भवितव्यशब्दस्य प्रसङ्गे सदा नाम दोषपूर्णवाक्यानि भवन्ति. हा, अत्र मया अत्र एव भवितव्यम्. अत्र भूधातुः अकर्मकधातुः अस्ति, अतः अत्र कर्मपदं नास्ति. कर्तृपदं सदा तृतीयाविभक्तौ अस्ति, यथा सदा वयं जानीमः एकं द्वे एकं त्रीणि एकम् एकम्. अत्र कर्मपदं नास्ति तृतीयाविभक्तौ, न प्रथमाविभक्तौ. अत्र कर्तृपदं मया अस्ति, मया अत्र एव भवितव्यं. यथा अत्र सायङ्काले भोजने किं किं भवेत् इति अखिलभगिनी तत्र वदति, तस्य तव्यदन्तरूपं किं तत्र वाक्यं किं? सायङ्काले भोजने किं किं भवेत्? सायङ्काले भोजने न, इदमेव वाक्यं प्रश्नः. मम प्रश्नः, सायङ्काले भोजने किं किं भवेत्, अस्य वाक्यस्य रूपं किं स्यात्? आम्, सायङ्काले भोजने अन्नं. न, मम प्रश्नः मम प्रश्नं भवति करोतु, तमेव प्रश्नं भवति वदतु. ओ ओ ओ ओ ओ अस्तु. हा, तस्य तव्यत् अनी ओ तस्य कर्मणि रूपम् अस्तु. सायङ्काले भोजने केन भूयते अथवा केन भवितव्यम्? हा हा हा हा, समीचीनमस्ति. इदानीं पुनः यथावत् यथा मया उक्तमस्ति, सायङ्काले भोजने किं किं भवेत्? सायङ्काले भोजने केन भूयते? न, तव्यत्. सायङ्काले भोजने केन भवितव्यम्? हा, सायङ्काले भोजने केन भवितव्यम् इति वाक्यमस्ति. तस्य उत्तरत्वेन उत्तररूपेण किं स्यात्? एकम् उत्तरं वदतु तत्र सुब्रह्मण्यमहोदय. सायङ्काले भोजने केन भवितव्यं, तस्य उत्तरं महोदय. हा, एकम् उत्तरं. सायङ्काले भोजने फलैः भवितव्यम् अथवा फलेन भवितव्यम्. फलैः भवितव्यम्, अस्तु, समीचीनमस्ति. अन्यत् किमपि तत्र ओदनशब्दं वदामश्चेत् तत्र किं स्यात्? तत्र पठनभगिनी वदति वा? सायङ्काले भोजने ओदनेन भवितव्यम्. समीचीनमस्ति. पद्मा भगिनी वदतु तत्र मोदकशब्दस्य इति चेत्? सायङ्काले भोजने मोदकेन खाद्यताम्. न, तत्र तत्र यत् यः अभ्यासः प्रवर्तमानः अस्ति तस्मिन्नेव मार्गे भवती गच्छतु, तत्र पुनः भ्रमः भवति. खाद्धातुः तत्र सकर्मकधातुः अस्ति, तत्र दोषः अस्ति. वदतु वाक्यम्. सायङ्काले भोजने मोदकेन मोदकेन भवितव्यं. अस्तु, अत्र कानिचन उदाहरणानि पश्येम. अत्र द्विपञ्चाशत् अधिकशततमे पुटे उदाहरणानि सन्ति, वयं किञ्चित् दृष्टवन्तः गते सप्ताहे, कर्मणि प्रयोगः, भाविप्रयोगः, अनयोः भेदः कः. आरम्भतः किञ्चित् पठेम. अत्र सदैव महोदय, तत्र प्रथमवाक्यं किं? रामेण महोदय, रामेण गन्तव्यम्. हा, द्वितीयं वाक्यं भाविप्रयोगे. भाविप्रयोगः अश्वेन धावनीयम्. अत्र रामेण गन्तव्यं, यदि पाठशाला इति शब्दं स्थापयामः, तत्र वाक्यं किं कथं भवति? रामेण पाठशाला. ओ, रामेण पाठशाला गन्तव्या. हा, गन्तव्या. हा, तत्र कर्मपदस्य विशेषणमस्ति इति कृत्वा रामेण पाठशाला गन्तव्या. समीचीनम्. अत्र अश्वेन धावनीयम्, अत्र धावति धातुः अकर्मकः इति कृत्वा कर्मपदं न भवति, अतः नित्यम् एकवचने नपुंसकलिङ्गे इति मनसि भवेत्. अश्वेन धावनीयं, नित्यं नपुंसकलिङ्गे एकवचने. अस्तु, अखिल भगिनी, तत्र द्वितीयं वाक्यं. द्रष्टव्यं भावे प्रयोगे सैनिकेन योद्धव्यम्. अत्र शिष्येन प्रष्टव्यम् इति, तत्र प्रश्नशब्दं स्थापयतु अस्मिन् वाक्ये. शिष्येन प्रश्नः प्रष्टव्यः. जिज्ञासा. शिष्येन जिज्ञासा प्रष्टव्या इति समीचीनमस्ति, किन्तु सैनिकेन योद्धव्यम् इति तथा नास्ति खलु. नित्यमेकवचने नपुंसकलिङ्गे. अस्तु, समीचीनमस्ति. अग्रे अभिनवमहोदय, अग्रे अग्रिमवाक्यं. बालेन पठनीयं, सर्वैः सत्कार्ये रमणीयम्. अत्र प्रथमे वाक्ये तत्र कविता इति स्थापयतु. बालेन कविता पठनीया. इति तत्र भेदः, तत्र पठनीयं, प्रष्टव्यं, गन्तव्यम् इति त्रिषु लिङ्गेषु, त्रिषु वचनेषु, सप्तसु विभक्तिषु भवति. अत्र रमणीयम् इति तथा नास्ति. यतोहि कस्यचित् विशेषणं न भवति कदाचित् अपि, अतः नित्यं नपुंसकलिङ्गे एकवचने अस्ति. अस्तु, सर्वैः सत्कार्ये रमणीयमस्ति, समीचीनमस्ति. अस्तु, इदानीम् अग्रिमम् अस्ति सुनिधि भगिनी, अग्रे. गीतया वदनीयम् भावे प्रयोगे. नायकेन जागरूकेण भवितव्यम् इति भवितव्यम् इत्यस्य उदाहरणं. अस्तु, इदानीं काव्यानि इति स्थापयतु प्रथमे वाक्ये. काव्यानि. गीतया वदनीयम् इति अस्मिन् वाक्ये, काव्यानि इति शब्दं स्थापयतु. गीतया काव्यानि वदनीयानि. सम्यक्, बहु समीचीनमस्ति. तथा अस्ति, यत्र धातुः सकर्मकः अस्ति तत्र एतादृशपरिवर्तनं भवति, यत्र धातुः अकर्मकः तादृशपरिवर्तनं न भवति. अस्तु, मीना भगिनी, अग्रे. मुनिना तपनीयम् अस्माभिः न पतनीयम्. अत्र अत्र तप् धातुः, तप् धातुः केषुचित् अर्थेषु सकर्मकः भवति, केषुचित् अर्थेषु अकर्मकः भवति. अतः वाक्यं दृष्ट्वा अस्माभिः निर्णेतव्यं भवति. अत्र यथा तप् धातुः भुवादिगणे तपति, भुवादिगणे तत्र प्रकाशार्थे प्रकाशते इत्यस्मिन् अर्थे तत्र सूर्यः तपति इति वाक्यं तादृशं भवति. किन्तु सकर्मकार्थे अपि भवति तत्र अश्नीकरणे, औष्णीकरणे, औष्णीकरणे अपि एतादृश तत्र अर्थः भवति इति कृत्वा सकर्मकः अर्थः अस्ति. तत्र औष्णीकरणे अपि तत्र तपः तस्मिन् अन्तर्गते अस्ति. तपः यत्र तपः भवति तत्र तत्रापि सकर्मकत्वम् अस्ति. अस्तु अग्रिमं वाक्यं पश्येम तर्हि. अत्र नास्ति न, अत्र नास्ति मुनिना, अत्र नास्ति अकर्मकधातुः अस्ति न, सकर्मकः एव तपनीयं तपः न. अत्र तपः नाम नाम यः तप् यत् तपः करणीयमस्ति, यत्किमपि तपः भवति इति स्थापयतु. यत्किमपि तपः भवति तत्र कर्मपदत्वेन स्थापयति चेत् तत्र भवति, सकर्मकधातुः अस्ति. मुनिना तपाः तपनीयाः, न तपः इति भूतनकलिङ्गशब्दः खलु. तपं तपानि तपनीयानि न, सकारान्तशब्दः. ओ तपस्, तर्हि करोतु. तपः भवति प्रथमविभक्त एकवचने, बहुवचने किं भवति? तपस् यथा मनस् तत्र कथं रूपाणि कथं भवन्ति? अपर्णभगिनी वदतु. मनसः तपसः मुनिना तपः न, प्रथमाविभक्तौ रूपाणि कथं भवन्ति नपुंसकलिङ्गे? अपर्णभगिनी वदति वा. मनः आं महोदय, मनः मनसि मनांसि इति मनश्शब्दः. हा तर्हि तपस् तपः तपसि तपांसि. हा मीना भगिनी वदतु. मुनिना तपांसि तपनीयाः. न लिङ्गं किं, मया किमुक्तम् इदानीं लिङ्गं किं? तपनीयानि मुनिना तपांसि तपनीयानि. हा इति अस्ति, हा इति वाक्यं समीचीनमस्ति. अस्तु सन्दीपमहोदय अग्रे. भक्तेन नमनीयम् भावे प्रयोग अस्माभिः न पतनीयं, तदनन्तरं कर्मणि प्रयोगः भक्तेन नमनीयम् इति अस्ति. भवता न भेतव्यम्, हा अत्र भी धातुः अस्ति, कर्मकधातुः. अस्तु समीचीनमस्ति, भक्तेन नमनीयम्. अग्रे गच्छेम तर्हि. पुष्पा भगिनी अग्रे. सर्वेण करणीयं छात्रैः उपवेष्टव्यं, सर्वेण कार्याणि करणीयानि. अस्तु, हा हा हा समीचीनं, समीचीनमस्ति. अत्र सर्वेण इत्यस्य वचनं किं? सर्वेण एकवचन, सर्व अत्र अवधातव्यमस्ति अस्माभिः. अत्र सर्वशब्दः त्रिषु वचनेषु भवति, अत्र सर्वशब्दः एकवचने, तत्र मिलित्वा तत्र सङ्ग्रहः, सः सङ्ग्रहं कृत्वा इति सर्वेण इति उक्तं, नो चेत् सर्वैः इति सामान्यतया वदामः, किन्तु सर्वेण अपि भवति, सर्वैः अस्ति बहुवचने, सत्यम्. अस्तु, सम्यक् अस्ति. तर्हि सुब्रह्मण्यमहोदय अग्रे. भवता चिन्तनीयं, विजिगीषुणा प्रयतनीयम्. अत्र भवता चिन्तनीयम्, अत्र चिन्तधातुः अत्र सकर्मकः. प्रयतनीयम् अत्र यत् धातुः अकर्मकः, तत्कारणात् अत्र विजिगीषुणा प्रयतनीयम् अत्र यत् सर्वदा अत्र भावे प्रयोगे चिन्तनीयं तु सकर्मकः, तत्कारणात् अत्र भवता चिन्तनीयं भवता विषयः चिन्तनीयः. सम्यक्, अग्रे सञ्जीवमहोदय अग्रे. महोदय महोदय एकनिमिष, विजिगिणी विजिगीषुणा विजिगीषुणा अर्थं के अर्थम् अर्थः अर्थः द्रष्टव्यमस्ति, कोऽपि जानाति वा? महोदय, जेतुमिष्टवान् गतरात्रौ, जेतुमिच्छति इति महोदय, अस्तु अग्रे गच्छेम. सञ्जीवमहोदय अभ्यासः. अत्र कानिचन वाक्यानि दत्तानि सन्ति, तानि वाक्यानि कर्मणि प्रयोगे तव्यत् अनीयर् प्रत्ययुक्तानि रूपाणि उपयुज्य यथोदाहरणं परिवर्तयत. उदाहरणं कर्तृप्रयोगे देवः रक्षेत्, कर्मणि प्रयोगः देवेन रक्षणीयम्. प्रथमं वाक्यं सात्यकिः वदेत्, कर्मणि प्रयोगे सात्यकिना वदनीयम्. तव्यत् चेत् सात्यकिना उदितव्यम्? न, अत्र तव्यत् तव्यत् नाकित् नाङ्यत् इति कृत्वा तत्र सम्प्रसारणं न भवति अत्र. सात्यकिना वदितव्यं. हा, वदितव्यं कित् निश्चेदेव तत्र वद्धातोः तत्र भवति सम्प्रसारणं. वदितव्यम् अत्र प्रश्नः, यत्र अस्माभिः किञ्चित् इतोपि ज्ञानमपेक्षितं तव्यत् इत्यस्य प्रसङ्गे, यतोहि तत्र इडागमः भवति न वा इति चिन्तनीयमस्ति. यत्र अनियर् भवति तत्र चिन्तनस्य आवश्यकता नास्ति, यतोहि अनित् अस्ति, अतः तत्र न कुत्रापि इडागमः. वदनीयं किन्तु वदितव्यम्. अस्तु, समीचीनमस्ति. महोदय एकः प्रश्नः, भी इति धातु भेतव्यम् इति अस्ति, अनीयप्रत्यय अस्ति चेत् किं रूपम्? तत्र भयनीयं भवति महोदय, भयनीयं भी तस्य न भयादिकं स्यात् भीयोगः अनियर् अस्ति खलु महोदय, अत्र भीयोगः अनियर् भयनीयमस्ति, समीचीनम्, अनियर् इति अस्ति, भयनीयम् इति स्यात्, अनियर् इति अस्ति, तत्र सन्धिः अस्ति. अग्रे अग्रे भवानेव वदतु अग्रिमं. वदेत् महोदय, वदेत् वदनीयं न, वदनीयमस्ति, वदनीयं सुब्रह्मण्य महोदय अग्रे एतत्तु किञ्चित् क्लेशः अस्ति महोदय, प्रयत्नं करोमि. ऋषिः ध्यायेत्, अत्र धातुः अस्ति ध्यै, तत्कारणात् अत्र ध्यै ध्यै ऋषिणा धावितव्यं न ध्यावितव्यं महोदय. अत्र आत्वं भवति अशति प्रति परे तत्र ऐजन्त एजन्तदातूनां तत्र आत्वं भवति एव. अत्र तव्यत् इति चेत् ध्यातव्यं ध्यातव्यम्. अनियर् ध्यायनीयं महोदय. न ध्यायनीयं य इति कुतः आगतः? ध्यायोगः अनियर् ध्यायोगः अनियर् ध्यानीयम् इति अस्ति. ऋषिणा ऋषिणा ध्यानीयम् अथवा ध्यातव्यम् इति अस्ति. अस्तु सुनिधि भगिनी अग्रे. माता पालयेत्. रमाया पालितव्या. न पुनः वदतु. माता पालयेत् अनन्तरं मातया. न मातया इति न भवति खलु. तत्र प्राति मूलरूपं किं? माता इति अस्य प्रातिपदिकं मूलरूपं किम्? यथा देवशब्दस्य देवः देवः देवौ देवाः, तत्र मूलरूपमिति किं वदामः? तत्र देव. तत्र गुरुः गुरुः इत्यस्य मूलरूपं गुरु. अत्र माता इत्यस्य मूलरूपं मातृ. हा समीचीनं, मातृ. तर्हि मातृ इत्यस्य तृतीयविभक्त्यन्तरं रूपं माता मातरो मातरः. तत् तृतीयविभक्तौ एकवचने. मीना भगिनी वदतु. मात्रा मात्रा अस्ति. मात्रा पालितव्या. अनियर् अनियर् इति वदतु, तत्र सुलभम् अस्ति. पालनीयं मात्रा पालनीयं. तस्य तव्यत् किं स्यात्? अखिला भगिनी वदति वा? न पालितव्यम् इति नास्ति अत्र. किञ्चित् तादृशं नास्ति. यतो हि तव्यत् इति अस्मिन् किञ्चित् इतोपि चिन्तनीयं भवति. अखिला भगिनी वदति वा? हा महोदय, तत्र पालयति इति पालय इति चिन्तयामि. तर्हि पालयितव्यं सत्यं, बहु समीचीनमस्ति. यत् चुरादिगणे तादृशचिन्तनमस्ति, चोडयितव्यं पालयितव्यं पालयितव्यं पालयितव्यमस्ति. पालनीयं पालयितव्यम्. अस्तु अग्रिमं भवती एव करोतु. योधः नयेत्. योधेन नेतव्यम् अथवा योधेन नयनीयम्. समीचीनमस्ति. अपर्णा भगिनी अग्रे. कविः रचयेत्. कविना कविना रचनीयम् अत्रापि कविना रचयितव्यम् इति अस्ति रचयितव्यं समीचीनम् अभिनवमहोदय अग्रे धर्मः जयेत् धर्मेन जयितव्यं धर्मेन जयनीयम् जयनीयमिति समीचीनं जयनीयमिति समीचीनमस्ति अत्र सन्धिमहोदय तत्र तव्यत् किं स्यात् जेतव्यं अत्र गुणः भवति इति कृत्वा जेतव्यं न जेतव्यम् अस्तु अग्रे पद्मा भगिनी अग्रे आं महोदय ज्ञानी दद्यात् ज्ञानिना दातव्यं ज्ञानिना दानीयम् समीचीनमस्ति अग्रे सहदेव महोदय धेनुः चरेत् धेन्वा चरणीयं धेन्वा इति नास्ति तृतीयविभक्तौ किं भवति धेनुः अपर्णा भगिनी धेनुना चरितव्यं धेनुना धेनुना चरणीयं बहु समीचीनं धेन्वा अपि अस्ति विकल्पेन अस्ति वा इति धेन्वा एव अस्ति श्रीलिङ्गे इति मन्ये महोदय धेन्वा इति एव अस्ति बहुकालतः मया न दृष्टमासीत् धेन्वा इति अस्ति तत्र नकारः न भवति इति वा श्रियां क्रियां नकारः नास्ति महोदय धेन्वा एव हा हा अस्तु अस्तु क्षम्यतां मम एव दोषः धेन्वा चरणीयमस्ति धेन्वा चरितव्यम् इति अपि अस्ति धेन्वाचरितव्यम् इति अपि अस्ति अस्तु तत्र अग्रे पुष्पा भगिनी वदतु भारवाहकः वहेत् वाहकेन वहितव्यं न तत्र अन्य इति वदतु वहनीयमिति अस्ति तत्र तव्यत् इति चेत् सुब्रह्मण्यमहोदय वदति वा अत्र पूर्वतनपृष्ठे अस्ति महोदय वोढव्यम् इति वोढव्यमिति वोढव्यं तत्रैव लिखितमस्ति वोढव्यमस्ति विशिष्टरूपमस्ति अस्तु अग्रे गच्छेम तर्हि अखिलभगिनी अग्रे महोदय एकः प्रश्नः अत्र चुरादिगणे रचय पालय अपि यदि अत्र रचय नूतनधातुः निष्पन्नः तस्य अनियरस्ति रचनीयं यदि रच् धातुः अस्ति तर्हि अपि अत्र रचनीयमेव भवति न भवतः प्रश्नः कः यदि अस्तु महोदय चिन्तनं कोऽपि प्रश्नः अत्र न महोदय इदानीं न सम्यक्तया न चिन्तितवान् इदानीं सम्यक् एव महोदय अत्र कोऽपि सन्देहः नास्ति इदानीं रचनीयं सम्यक् अस्ति न सम्यक् एव रचयितव्यं रचनीयं रचनीयमस्ति किल भगिनि अग्रे लेखकः लिखेत् लेखकेन लेखितव्यम् अथवा लेखकेन लेखनीयम् लेखनीयमस्ति हा लेखनीयं क्षम्यतां लेखनीयम् अस्तु समीचीनम् अग्रे पठतु कृपया अनीयप्रत्ययान्तं तव्यप्रत्ययान्तं च विशेषणं भवति अतः तत् विशेषणविशेषयोः सामान्यं नियमम् अनुसृत्य विशेषस्य लिङ्गं विभक्तिं वचनं च अनुसरति उदाहरणं छात्रेण पाठः पठनीयः पठितव्यः पुल्लिङ्गे पत्रिका पठनीया पठितव्या स्त्रीलिङ्गे पुस्तकं पठनीयं पठितव्यं नपुंसकलिङ्गे कविना अत्र लिङ्गमिति अस्ति इदानीं वचनं अग्रे कविना काव्यं लेखनीयं लेखितव्यं एकवचने काव्ये लेखनीये लेखितव्ये द्विवचने काव्यानि लेखनीयानि लेखितव्यानि बहुवचने कविना वचनं यथा काव्यं लेखनीयं लेखितव्यम् एकवचनं कविना पठितमस्ति अग्रे काव्ये ओ विभक्ति तत् पठामि वा महोदय त्वया इति क्षम्यतां विभक्तिः यथा त्वया करणीयं कर्तव्यं कार्यम् एतत् प्रथमा विभक्तिः करणीयं कर्तव्यं कार्यं पूर्णतया वाक्यं पठनीयमस्ति त्वया त्वया कर्तव्यं कार्यं शीघ्रं कुरु तद्द्वितीया विभक्तिः करणीयेन तृतीया त्वया कर्तव्येन कार्येण श्रेयः प्राप्यते तृतीया विभक्तिः त्वया करणीयात् पञ्चमी इति त्वया कर्तव्यात् कार्यात् मा पलायातां पञ्चमी विभक्तिः पलायतां षष्ठी त्वया तत् करणीयस्य त्वया कर्तव्यस्य कार्यस्य आविलं कुरु षष्ठी विभक्तिः सप्तमी करणीये त्वया कर्तव्ये कार्ये तव श्रद्धा आवश्यकी इति सप्तमी विभक्तिः यत्र धातुः सकर्मकः तत्र तादृशभेदः भवति मम चिन्तनमस्ति महोदय यदा भवान् लघुवाक्यम् इति उच्यते तदा कर्तव्यः कार्यः एव कर्तव्यं कार्यं क्षम्यतां कर्तव्यं कार्यमेव लघुवाक्यं तदेव सप्तविभक्त्याः रूपं परिवर्तते सत्यं तदेव भवति तत्र कार्यं कर्तव्यं सप्तसु विभक्तिषु भवति यतोहि कार्यशब्दः सप्तसु विभक्तिषु भवितुमर्हति भिन्नभिन्नवाक्येषु इदानीं किन्तु यत्र भावे प्रयोगः अस्ति तत्र कर्मपदं नास्ति इति कृत्वा विभक्तिभेदः अपि नास्ति वचनभेदः अपि नास्ति लिङ्गभेदः अपि नास्ति यतोहि विशेषणत्वेन यत्र प्रयुज्यते तदानीं खलु एतत् सर्वम् आयाति विशेष्यं नास्ति चेत् परिवर्तनमपि नास्ति अतः तत्र रमणीयं धावनीयं पतनीयम् उपवेष्टव्यं प्रयतनीयम् एषां सर्वेषां तत्र परिवर्तनं न भवति इति मनसि भवेत् अस्तु अग्रे किञ्चित् महोदय, तत्र प्रश्नः अस्ति, प्रायः तदेव सुब्रह्मण्यमहोदय अपि पूर्वं पृष्टुं चिन्तितवान् इति चिन्तयामि. तत्र पालनी पालयेत् इति, तत्र पालय इति चुरादिगणे तत्र निजन्तरूपं भवति चेत् अनियर् मध्ये पालयनीयम् इति न भवति वा, पालनीयम् इति कथं? पालय इति अङ्गमस्ति, न तु धातुः. सत्यं, परन्तु रूपं, हो हो हो हो, अस्तु. तर्हि तत्र चोरि इति धातु अस्ति, रचि इति धातु अस्ति, परन्तु तत्र यदा निजन्तरूप निज निच् प्रत्ययः आगच्छति तत्र चोरय इति इदानीं नूतनधातु इति नास्ति वा महोदय? न, धातुः अस्ति चोरि, तत्र धातुः अस्ति चोरि, चूर् इति धातुः, चूर्युगः चोरि इति, हा चोरि इति धातुः, चोरि आगच्छति चेत् चोरियोगः अनियर् तत्र चोरयनीयम् इति न इकारः अस्ति खलु महोदय अत्र, चोरि इति चोरनीयम् इति तत्र इकारः कथं वा लुप्तः भवति? अत्र धातुः अस्ति, अत्र निरन्तरधातुः अस्ति, किन्तु चुदादिगणे चूर् इति स्वीकर्तव्यमस्ति, चूर् इति मूलधातुः अस्ति, चूर्योगः नियम् अस्तु, तर्हि चोरनीयम् इति एव भवति. अस्तु, न चोरनीयमस्ति तत्र, गुणः भवति तत्र, तत्र सावधातुकादधातुकयोः तेन गुणः भवति. एतत् सर्वं चिन्तनं पृथक्तया भविष्यति, अस्माकं व्याकरणमार्गे भविष्यति एतत् सर्वं. परन्तु तत्र केवलं रूपविषये एव प्रश्नः आसीत् महोदय, तत्र यकारः मध्ये आगच्छति वा अथवा न वा इति. तथा अस्ति, धन्यवादः. अस्तु, अग्रे अग्रे किञ्चित् पश्येम तर्हि. अस्तु, मीना भगिनी पठतु अग्रे. अधस्तनकोष्टकात् कः गुणः वर्धनीयः, कः अवगुणः त्यक्तव्यः इति वदत. ज्ञानं, भक्तिः, ममता, दर्पः, धृतिः, मतिः, उत्साहः, क्रोधः, मोहः, प्रेम, दीर्घसूत्रता, आर्जवं, क्षान्तिः, बलं, शमः, द्वेषः, तेजः, साहसं, धर्मनिष्ठा, स्मृतिः, आसक्तिः. उदाहरणं, मया ज्ञानं वर्धनीयं, ममता त्यक्तव्या. अत्र ज्ञानमिति स्वीकृतमस्ति, तत्र भक्तिः, मया भक्तिः वर्धनीयं, दर्पः, अत्र अभ्यासस्य प्रयोजनं भवति विस्मृतवती, सोरि, मया भक्तिः वर्धनीयः. भक्तिः इत्यस्य लिङ्गं किं? भक्तिः स्त्रीलिङ्गं, मया भक्तिः वर्धनीय. पुनः स्पष्टतया वदतु कृपया. मया भक्तिः वर्धनीया. भक्तिः वर्धनीया. अग्रे. मया दर्पः त्यक्तव्यः. ममता कुत्र अस्ति? मया ममता अस्तु, अग्रे अस्ति भक्तिः. पुनः मया दर्पः त्यक्तव्यः. अस्तु, समीचीनमस्ति. अग्रे सुनिधि भगिनी, अग्रे. सा न अस्ति. अस्तु, भवानेव वदतु कृपया. ममता, मया ममता वर्धनीया. अग्रे दर्पः मया दर्पः त्यक्तव्यः. अस्तु, समीचीनमस्ति. पद्माभगिनी अग्रे. मया धृतिः वर्धनीया. समीचीनम् अग्रे. दर्पः त्यक्तव्यं कुत्र अस्ति? धृतिः इत्यस्य अनन्तरं किं? धृतिः वर्धनीया. अस्तु, अस्तु. तर्हि सुब्रह्मण्यं महोदय अग्रे. महोदय, अत्र ममता अत्र तु त्यक्तव्या अस्ति खलु महोदय? त्यक्तव्या इति लिखितमस्ति, किन्तु ममता किमर्थं वर्धनीया अस्ति न वर्धनीया? ममता इत्युक्ते अहम् इति प्रसङ्गे आगच्छति खलु महोदय? ममता तु मम इति प्रसङ्गे आगच्छति. ममता इत्यस्य भिन्नभिन्न अर्थाः सन्ति. ममता इति मम तु भवतां भवतः दिशि मम ममता अस्ति, भवतः मम अस्ति, भवान् मम. तत्र वस्तुतः ममता इति तत्र यत्र भ्रातृत्वमस्ति लोके, यत्र भ्रातृत्वमस्ति, सर्वे एकः परिवारः इति, तत्र सर्वान् प्रति ममता भवति चेत् बहु सम्यक् अस्ति. पुनः अपरस्मिन् अर्थे ममता नाम तादृश अर्थः भवति चेत् त्यक्तव्या अस्ति, किन्तु बहुषु अर्थेषु वर्धनीया अस्ति. अस्तु महोदय, अस्तु महोदय, धन्यवादः. अत्र इदानीम् अत्र मतिः, मतिः मया मतिः वर्धनीया अथवा मया मतिः वर्धितव्या महोदय? सत्यम्. अस्तु वदतु. उत्साहः, मया उत्साहः वर्धनीयः, मया उत्साहः वर्धितव्यः. अस्तु महोदय, उच्चारण मया क्रोधशब्दः, क्रोध मया क्रोधः वर्धनीयः, मया क्रोधः न पुनः वदतु. तत्र क्रोधशब्दस्य अर्थं दृष्ट्वा वक्तव्यमस्ति. मया क्रोधः त्यक्तव्यः. अस्तु, समीचीनमस्ति. अभिनवमहोदय अग्रे. मोहः, मया मोहः त्यक्तव्यः. अस्तु, प्रेमशब्दं? प्रेम, मया प्रेमं वर्धनीयम्. न, अत्र प्रेमम् इति न भवति, प्रेम. प्रेम नपुंसकलिङ्ग् भवति महोदय? हा, नपुंसकलिङ्गे अस्ति. किं प्रेमन् इति प्रातिपदिकरूपं वा मूलरूपं? नकारान्तं, नकारान्तशब्दः. पुनः वदतु महोदय. तत्र प्रेम इति, प्रेम इति रूपमेव अस्ति, किन्तु नपुंसकलिङ्गे. मया प्रेम वर्धनीयम्. समीचीनमस्ति. सहदेव महोदय अग्रे. दीर्घसूत्रता, आम् मया दीर्घसूत्रता वर्धनीया. न तत्र अर्थं न जानाति खलु. दीर्घसूत्रता नाम तत्र समये तत्र कार्यं कर्तव्यमस्ति खलु. यत् कार्यं मया कर्तव्यम् अद्य, तत् अद्य न कृतवान्, श्वः अपि न कृतवान्, अग्रिमे वर्षे अपि न कृतवान्, किन्तु करणीयमासीत् इति कृत्वा दीर्घसूत्रता. यत् कर्तव्यमस्ति तत् अधुना कर्तव्यमस्ति. किन्तु केचन जनाः अद्य न, श्वः न, परश्वः न, कदापि कुर्वन्ति इति कृत्वा दीर्घसूत्रता समीचीनं नास्ति. मया दीर्घसूत्रता त्यक्तव्या. समीचीनमस्ति. अस्तु अग्रे सन्दीप महोदय अग्रे. आर्जवम् मया आर्जवं वर्धनीयम्. हा सत्यम्. अग्रे पद्मा भगिनी अग्रे. आम् मया शान्तिः वर्धनीया. सत्यं. मीना भगिनी अग्रे. मया बलं वर्धनीयम्. अस्तु. सुब्रह्मण्य महोदय अग्रे. मया शमः वर्धनीयम्. मया द्वेषः त्यक्तव्यः. मया द्वेषः शमः इत्यस्य लिङ्गं किं? शमः अस्तु महोदय एकनिमिषः. शमः तत्तु शमस् अस्ति महोदय, यथा अत्र शमस् नपुंसकलिङ्गशब्दः. मया शमः वर्धनीयम्. मया शमः वर्धितव्यं. द्वेषः मया द्वेषः त्यक्तव्यः. मया द्वेषः त्यजनीयः. अस्तु अग्रे गच्छेम. इदानीम् अपर्णा भगिनी. तेजः मया तेजः वर्धनीयम्. अत्रापि तेजस् तेजस् इति अस्ति. अखिला भगिनी अग्रे. मया साहसं वर्धनीयम्. हा इति अस्ति. अभिनवमहोदय अग्रे. धर्मनिष्ठा मया धर्मनिष्ठा वर्धनीया. सदैव महोदय. स्मृतिः मया स्मृतिः वर्धनीया. पुष्पा भगिनी अग्रे. पुष्पा भगिनी अस्ति. महोदय मया आसक्तिः वर्धनीयः. न तत्र अत्र लिङ्गं किम्? आसक्तिः प्रायशः सामान्यतया यत्र शब्दस्य अन्ते ति तकारे इकारः सामान्यतया स्त्रीलिङ्गशब्दः. भक्तिः, मतिः, धृतिः, आसक्तिः, यत्र तकारे इकारः अस्ति तत्र सामान्यतया स्त्रीलिङ्गशब्दः. मया आसक्तिः वर्धनीया. वर्धनीया अस्ति. अस्तु समीचीनमस्ति. अग्रे सञ्जीव महोदय अग्रे पठति वा. महोदय तत्पूर्वं क्षमा इति पुल्लिङ्ग इति पुल्लिङ्गशब्दः अस्ति न तत्र प्रातिपदिकं किं शम एव शम एव अकारान्तः अस्ति तत्र सुब्रह्मण्यं महोदय किमर्थं शम सति उक्तवान् तर्हि एकनिमिषं महोदय द्रक्ष्यामि अत्र अत्र प्रायः अहम् अद्य प्रातःकाले दृष्टवान् महोदय अत्र तेजः क्षमपुल्लिङ्गशब्दः एव महोदय क्षम्यताम् अकारान्तपुल्लिङ्गशब्दः शमः एव महोदय नपुंसकलिङ्गः न शमस् न शमः एव अत्र अस्तु धन्यवादः महोदय तत्कारणात् अत्र मया शमः वर्धनीयः यथा अहं प्रथमे उक्तवान् महोदय तेजः पुल्लिङ्गशब्दः नपुंसकलिङ्ग अस्तु अग्रे अग्रे गच्छेम तत्र समयस्य अभावे अग्रे गच्छेम सञ्जीवमहोदय यथा निर्देशं वाक्यानि परिवर्त्य लिखत एकवचनं बहुवचनम् उदाहरणं सैनिकेन युद्धं करणीयं बहुवचनं सैनिकेन युद्धानि करणीयानि प्रथमं मया उत्तमं चित्रं द्रष्टव्यं बहुवचने मया उत्तमानि चित्राणि द्रष्टव्यानि इत्यस्ति अग्रे पद्मा भगिनी वदति वा अग्रे मया सत्यवचनम् एव वक्तव्यं मया सत्यवचनानि एव वक्तव्यानि अस्तु मीना भगिनी अग्रे भवत्या शिशुः पालनीयः भवत्या शिशवः पालनीयाः अस्तु सम्यक् अपर्णभगिनी अग्रे त्वया अत्र बहुवचनं त्वया दुर्गुणाः त्यक्तव्याः एकवचने त्वया दुर्गुणः त्यक्तव्यः अखिलभगिनी अग्रे रङ्गवल्यः रचनीयाः महिलया रङ्गवल्ली रचनीया हा सम्यक् अग्रे अभिनवमय अग्रे त्वया पर्वदिने नूतनवस्त्रं धर्तव्यं त्वया पर्वदिने नूतनवस्त्राणि धर्तव्यानि इति अस्ति सहदेवमय अग्रे मया सुन्दरचित्राणि लेखनीयानि एकवचनं मया सुन्दरचित्रं लेखनीयं सुन्दरचित्रं लेखनीयं सम्यक् पुष्पभगिनी अग्रे सर्वैः सुभाषितं कण्ठस्थीकरणीयं सर्वैः सुभाषितानि कण्ठस्थीकरणीयानि इत्यस्ति सञ्जीवमहोदय अग्रे महोदय अस्ति अस्तु पद्मा भगिनी अस्ति वा वाक्यसङ्ख्या का नवमवाक्यं नाम बहुवचने शिक्षकेण पाठाः पठनीयाः एकवचने शिक्षकेन सम्यक् एव शिक्षकेण पाठः पठनीयः पद्मा भगिनी अग्रे पद्मा भगिनी अस्ति मीना भगिनी आम् आं महोदय एतया नाटकानि द्रष्टव्यानि एतया नाटकं द्रष्टव्यम् अग्रे मीना भगिनी बहुवचने भवत्या प्रश्नाः प्रष्टव्याः, एकवचने भवत्या प्रश्नः प्रष्टव्यः. सम्यक्. सुब्रह्मण्य महोदय अग्रे. सर्वैः वृक्षः आरोपणीयः. सर्वैः वृक्षाः आरोपणीयाः. त्यस्ति. अपर्ण भगिनी अग्रे. मया उत्तमलेखः लेखनीयः. बहुवचने मया उत्तमलेखाः लेखनीयाः. सम्यक्. अखिला भगिनी अग्रे. पुष्पं चेतव्यं. गौर्या पुष्पाणि चेतव्यानि. इत्यस्ति. अभिनवमहोदय अग्रे. सर्वैः नद्यः रक्षणीयाः. सर्वैः नदी रक्षणीया. सम्यक्. सहदेव महोदय अग्रे. अहं वदामि वा? सुनिधि. सुनिधि भगिनी अस्ति. आम् करोतु. पूर्वं तु नासीत्. करोतु. भारतीयैः धेनवः वन्दनीयाः. भारतीयैः धेनुः वन्दनीयं. यः पुनः धेनुः वन्दनीया. वन्दनीया. सम्यक्. अस्तु. अग्रे कस्य आसीत् इदानीं विस्मृतमस्ति. अस्तु. बहुवचनं मया उत्तमविचाराः करणीयाः. एकवचनं मया उत्तमविचारः करणीयः. अस्तु. पुष्पा भगिनी अग्रे. मया दोषरहितवाक्यं वक्तव्यं. मया दोषरहितवाक्यानि वक्तव्यानि. अस्तु. सञ्जीव महोदय. वाक्यानि वक्तव्यानि. सञ्जीव महोदय अग्रे. मया शिबिराणि चालनीयानि. एकवचने मया शिबिरं चालनीयम्. अस्तु. समीचीनमस्ति. पद्मा भगिनी अग्रे. आम् महोदय. शिक्षकेन उत्तमपाठ्यपुस्तकं रचनीयम्. शिक्षकेन उत्तमपाठ्यपुस्तकानि रचनीयानि. अस्तु. समीचीनमस्ति. मीना भगिनी अग्रे. एकनिमिषं महोदय. भवता कविता पठनीया. भवता कविताः पठनीयाः. अस्तु. समीचीनमस्ति. सुब्रह्मण्य महोदय अग्रे. सर्वेण परम्परा पालनीया. सर्वेण परम्पराः पालनीयाः. अपर्णा भगिनी अग्रे. भवद्भिः गीतावाक्यानि स्मरणीयानि. एकवचने भवद्भिः गीतावाक्यं स्मरणीयम्. अस्तु. अखिल भगिनी अग्रे. छात्रेण चिन्तनं करणीयम्. छात्रेण चिन्तनानि करणीयानि. अस्तु. इति समयः अस्ति. इदानीम् अस्माकं तत्र विभक्तिसहितरूपाणि किञ्चित् जटिलानि सन्ति, किन्तु विरलतया एतत् सर्वं प्रयोक्तव्यं भवति इति कृत्वा वस्तुतः सामान्यतया तत्र विशेषणविशेषभावः इति मनसि निधाय सम्भाषणं भवति चेत् न कोऽपि दोषः. अतः एतत् सर्वं सरलमस्ति खलु. किं स्मर्तव्यमस्ति इति चेत् तत्र धातुः सकर्मकः अथवा अकर्मकः. धातुः सकर्मकः अस्ति चेत् तत्र कर्मपदस्य विशेषणमस्ति. धातुः अकर्मकः अस्ति चेत् तत्र कर्मपदं नास्ति. अतः नित्यम् एकवचनान्तं निपुंसकलिङ्गे इति अस्ति. अपि च विशेषतया तत्र भवितव्यं प्रचुरदोषाः भवन्ति भवितव्यमिति स्वीकृत्य. भोजनं भवितव्यमिति नास्ति. भोजनेन भवितव्यमिति मनसि भवेत्. न जाने किमर्थं किन्तु विशेषतः तत्र भवितव्यशब्दस्य प्रसङ्गे बहवः दोषाः भवन्ति. भोजनं भवेत्, भोजनेन भवितव्यं. किं प्रश्नः आसीत्? चुरुधातु धातुकोशे चोरयितव्य तथा चोरितव्य इति विकल्परूपं लिखितमस्ति. हा अस्तु, तत्तु इतोपि पुनः अग्रे अस्ति. किन्तु अत्र समीचीनमस्ति. अत्र सामान्यनियमः यथा अस्माभिः उक्तम् अस्ति तत्र, यत्र धातुः सकर्मकः अस्ति, यत्र धातुः अकर्मकः अस्ति इति मनसि निधाय वाक्यं परिवर्तनीयं भवति. अत्र एतत् सर्वं स्मर्तव्यं चेत् नाम मनसि निधाय अग्रे गच्छति चेत् न कोऽपि दोषः. अस्तु तर्हि, बहु सम्यक् अस्ति. धन्यवादः सर्वेषां. नमस्कारः. नमस्कारः. धन्यवादः. धन्यवादः.